पद्मपुराणं खण्डं 7 क्रियाखण्डम् अध्यायम् 18 जैमिनिरुवाच तीर्थश्रेष्ठमिति प्रोक्तं यत्त्वया पुरुषोत्तमं तन्माहात्म्यं गुरो ब्रूहि यदि ते मय्यनुग्रहः व्यास उवाच पुरुषोत्तमस्य माहात्म्यं समासेन शृणुद्विज सम्यग्वक्तुं जगत्यस्मिन् कः शक्तो विष्णुना विना लावणाम्भो निधेस्थिरं पुरुषोत्तमसंज्ञिदं पुरं तद्ब्राह्मणश्रेष्ठस्वर्गादपि च दुर्लभं स्वयमस्ति पुरे तस्मिन् यद श्रीपुरुषोत्तमः पुरुषोत्तममित्युक्तं तस्मात् तन्नाम कोविदैः क्षेत्रं तद्दुर्लभं विप्र समन्ताद्दशयोजनं तत्रस्तदेहिनो देवैर्दृश्यन्ते च चतुर्भुजाः प्रविशन् वै तु तत्क्षेत्रं सर्वे स्युर्विष्णुमूर्तयः तस्माद्विचारणा तत्र न कर्तव्या विचक्षणैः चाण्डालेनापि संस्पृष्टं ग्राह्यं तत्रान्नमग्रजैः साक्षाद्विष्णोर्यतस्तत्र चाण्डालो द्विजसत्तम तत्रान्नपाचिका लक्ष्मी स्वयं भोक्ता जनार्दनः तस्मात् त्रौदनं विप्र दैवतैरपि दुर्लभं हरिभुक्तावशिष्टं यत्पवित्रं भुवि दुर्लभम् अन्नं ये भुञ्चदे लोकास्तेषां मुक्तिर्न दुर्लभा ब्रह्माद्यास्त्रिदशा सर्वे तदन्नमधिदुर्लभं भुञ्चदे नित्यमागत्य मानुषाणां च का कथा न यस्य रमदे चित्तं तस्मिन्नन्ने सुदुर्लभे तमेव विष्णुद्वेष्टारं प्राहुः सर्वमहर्षयः पवित्रं भुवि सर्वत्र यथा गङ्गाजलं द्विज तथा पवित्रं सर्वत्र तदन्नं पापनाशनं तदन्नं कोमलं दिव्यं यद्यपि द्विजसत्तमकृक चस्योदरप्रायं तथाप्यखविदारणे पूर्वार्जितानि पापानि क्षयं यास्यन्ति यस्य वै भक्तिप्रवर्तते यस्य तस्मिन्नन्ये सुदुर्लभे बहुजन्मार्जितं पुण्यं यस्य यास्यति संक्षयं तस्मिन्नन्ये द्विजश्रेष्ठ तस्य भक्तिर्न जायते इन्द्रद्युम्नस्य सरसि मार्कण्डेयह्रदे तथा रोहिण्यां च समुद्रे च स्वेदगङ्गाजलेषु च स्नानं ये कुर्वदे मर्त्या भक्तिभावसमन्विताः तेषां न विद्यते जन्म पुनरस्मिन्महीतले लवणाम्भो निधेस्तोयैः पितरस्तर्पिता द्विज सर्वदुःखविनिर्मुक्ता व्रजन्ति हरिमन्दिरं तीर्थराजसमुद्रोऽसौ कीर्तितस्तत्त्वदर्शिभिः तस्मात्तत्र कृतं कर्म सर्वमेवाक्षयं भवेद् पित्रार्चनं तथा दानं भगवच्चारणार्चनं जपयज्ञं तथान्यच्च तस्मिन् क्षेत्रे मनोरमे यत्कर्म कुरुते मर्त्यो विष्णुप्रीणनहेतवे सर्वमेवाक्षयं तच्च भवेन्नास्त्यत्र संशयः बलभद्रं सुभद्रां च कृष्णं च कमलेक्षणं ये मानवा प्रपश्यन्ति तेषां किञ्चिन्न दुर्लभम् अदृष्ट्वा श्रीजगन्नाथं सुभद्रां च बलं तथा मोक्षं न लभते मर्त्य कुर्वन् पुण्यशतान्यपि तत्र वेत्रप्रहारेण शरीरं यस्य लोहितं तं बदन्ते द्विजश्रेष्ठदेवाश्चक्रादयोऽखिलाः स्थित्वान्तरिक्षे शक्राद्याः सर्वदेवगणा द्विजविमानचारिणोऽन्योन्यं प्रवदन्तीति हर्षिताः कदा मानुष्यमस्मभ्यं दास्यते कमलापतिः मनुष्य इव गच्छामस्तदा द्रष्टुं हरिं प्रभुं कदा वेत्रप्रहारेण क्षेत्रे श्रीपुरुषोत्तमे भविष्यन्त्यस्मदीयानि लोहितानि वपुंषि च वासवाद्यासुरा सर्वे तस्मिन् क्षेत्रे वरप्रदे सदा वेत्रप्रहारांश्च वाञ्छदिद्विजसत्तम तत्राक्षयवडं येदु भक्त्या पश्यन्ति मानवाः कोटिजन्मार्जितै पापैर्मुक्ता यान्ति परां गतिं सुभद्रां बलभद्रं च जगन्नाथमनामयं श्वेदं माधवदेवेशं मार्कण्डेयह्रदं तथा ध्यामेश्वरं हनुमन्तं तत्राक्षयं वडं द्विज पश्यन्ति भक्त्या ये मर्त्या तेषां मुक्तिर्हि शाश्वती दोलायमानं गोविन्दं फाल्गुने मासि तत्र ये पश्यन्ति मानवा भक्त्या तेषां पुण्यं निशामय विमुक्ता सहलैपापैरन्धे यान्ति हरेर्गृहं ज्ञानं सम्प्राप्य तत्रैव मोक्षं यान्ति सुदुर्लभम् क्षेत्रके मासि वारुण्यां यो जगन्नाथमीक्षते स मृदप्रविश्य देहं जगन्नाथस्य जैमिने वैशाखे चैव शुक्लायामेकादश्यां जगत्पदीं तृतीयायां च यः पश्यन्मुक्त एव स मानवः प्रविश्यद्यस्तु मनुजो महास्नानं जगत्पदेः तस्य सिद्ध्यन्ति विप्रर्षे सर्व एव मनोरथाः ब्रह्माद्यास्त्रि दशाः सर्वे स्थित्वाकाश्ये जगत्पतेः महास्नानं प्रपश्यन्ति भक्तिभावसमन्विताः महाज्येष्ठ्यां च विप्रर्षे जगन्नाथमनामयम् आलोक्य लभते मर्त्यो विष्णोस्तत्परमं पदम् गुण्डिकामण्डपं यान्तमाषाढे कमलापदिं बलभद्रं च यः पश्येत् स मुक्तो नात्र संशयः यः पश्यति जगन्नाथं रथस्थं कमलेक्षणं तस्य नास्ति पुनर्जन्म संसारे सर्वदुःखदे रथारूढां सुभद्रां च भक्त्या पश्यन्ति मानवाः चिनत्ति भगवांस्तस्य दुःखदं भव बन्धनम् अपुत्रा मृतपुत्रा च या सुभद्रां प्रपश्यति बह्वपत्या जीववत्सा सानारी भवति द्विज दुर्भगा काकवन्ध्या वा सुभद्रां या प्रपश्यति सा स्वामी सुभगा नारी बह्वपत्या भवेत् खलु गुण्डिकामण्डपस्थं च कृष्णं पश्यति यः पुमान् बलभद्रं सुभद्रां च स यादि परमं पदं रोगी दुःखी च यः पश्येत् गुण्डिकामण्डपे हरिं रोगाच्छोकाच्च सहसा जैमिने सप्रमुच्यते यस्त्वपुत्रो जगन्नाथं गुण्डिकामण्डपे स्थितं पश्येत् स च द्विजश्रेष्ठपुत्रं प्राप्नोति वैष्णवं विद्यार्थी लभते विद्यां धनार्थी लभते धनं दारार्थी लभते दारान् मोक्षार्थी मोक्षमाप्नुयात् भ्रष्टराज्यो नृपो यस्तु हरिं पश्यति भक्तितः गुण्डिकामण्डपे विप्र निजराज्यं लभेदसः शत्रुभिर्वर्जितो यस्तु गुण्डिकामण्डपे हरिं भक्त्या पश्यति विप्रर्षे तस्य नश्यन्ति जन्तवः गुण्डिकामण्डपे पश्येद्यो राजपीडितो भृशं स सद्य एव राजानं स्वकीयं वश्यमानयेद् सर्वासामेव यात्राणां गुण्डिका प्रवरा मदा तस्मात् स मानवैकार्या त्यक्त्वा कार्यशतान्यपि शयने च तदोद्धाने तस्मिन् क्षेत्रे मनोरमे हरिं पश्यति यो मर्त्यस्स देवैरपि पूज्यते पुरुषोत्तममाहात्म्यं वक्तुं शक्नोति कः क्षितौ यस्य प्रवेशमात्रेण नरो नारायणो भवेद् बहुनात्र किमुक्तेन सङ्क्षेपादुच्यते मया सर्वेषामेव तीर्थानां वरिष्ठं पुरुषोत्तमं संसारसिन्धुमदिनिम्नमिमं तितीर्षुक्लेशप्रदं विषमपापगणाश्रयं यः क्षेत्रे समस्त सुखदे पुरुषोत्तमाख्ये पश्येदमुं सुरवरं पुरुषोत्तमं च इति श्रीपद्मपुराणे क्रियायोगसारे पुरुषोत्तममाहात्म्यं नाम अष्टादशोऽध्यायः ओम्।